पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 117 सूत उवाच इति सर्वं समाकर्ण्य सत्राजितसुता तदा हरेर्वाक्यं महाभागा सत्यावचनमब्रवीद सत्योवाच कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात् प्रभो सर्वेषामेव मासानां कार्तिकः प्रवरः कथं श्रीकृष्ण उवाच साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादराद शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना सूद उवाच श्रूयतां तत्प्रवक्ष्यामि एतत् प्रश्नोत्तरं शुभम् ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै कार्तिकेय उवाच बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो संसारसागरे प्राप्ता दुःखोरुदहरीवृदे तेषामुत्तारणार्थाय कथयस्वप्रयत्नतः कार्तिकस्य विधिश्चैव स्नानस्य वददां वर येन दुःखां बुधिं ताद सन्तरिष्यन्ति मानवाः फलं वैष्णवधर्मस्य कथयस्व सुविस्तरं येन धर्मप्रभावेन पदं गच्छति वैष्णवं दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत गोपीचन्दनमाहात्म्यं तुलस्यास्तु तथा विभो मालतीपुष्पमाहात्म्यं वारिजानां तथा वद धात्रीफलानां माहात्म्यं तथा दमनकस्य च केतकीपुष्पमाहात्म्यं नैवेद्यस्य परन्तप तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो फलं ब्रूहि सुरश्रेष्ठब्रह्मपत्रेषु भोजनाद नीराजनफलं स्थाणो परदीपप्रवेधनाद पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकं दानानां च फलं ब्रूहि परान्नस्य च वर्जनाद मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत पञ्चभीष्मस्य माहात्म्यं कथयस्व सुविस्तराद ईश्वर उवाच साधु पृष्ठं त्वया वत्स लोकोद्धरणहेतवे कथयामि न सन्देहस्त्वत्समो नास्ति वैष्णवः सत्पुत्रेण त्वया वत्स तारिदोहं न संशयः निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा नरेभ्यो वैष्णवं धर्मं यो ददादिद्विजोत्तमः ससागरमहीदाने तत्पुण्यं लभते हि सः कार्तिकस्य जमासस्य कोट्यंशेनापि नार्हति एकद सर्वतीर्थानि सर्वदानानि चैकदः एकदो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः एकध पुष्करे वासं कुरुक्षेत्रे हिमालये एकदो मधुरातीर्थे वाराणस्यां च शूकरे एकधकार्तिको वत्स सर्वदा केशवप्रियः। सूद उवाच इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौहरः। कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तराद। ईश्वर उवाच ब्राह्मं कृतयुगं प्रोक्तं त्रेधादुक्षत्रियं स्वयं द्वापरं वैश्यमित्याहुः। शूद्रं कलियुगं स्मृतं कलौवत्समनुष्याणां शैथिल्यं स्नानकर्मणि। तथापि कथयिष्यामि स्नानं कार्तिकमाखयोः। यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतं विद्या तपश्च कीर्तिश्च सतीर्थफलभाङ्नरः। अश्रद्ध दानः पापात्मा नास्ति कच्छिन्नमानसः। हेदुवादी च पञ्चैदे न तीर्थफलभागिनः। प्रादरुद्धाय यो विप्रस्तीर्थस्नायी तदा भवेद् सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति। स्नानं च दुर्विधं प्रोक्तं स्नानविद्भिषडानन वायव्यं वारुणं दिव्यं ब्राह्मं चेदि तथा स्मृतं वायव्यं गोरजस्नानं वारुणं सागरादिषु। ब्राह्म्यब्राह्मणमन्त्रोक्तं दिव्यं मेघाम्बुभास्करं स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणं। ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत्स्नानमाचरेद। तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन बाला च तरुणी वृद्धा नरनारीनपुंसकाः। पापैः सर्वैः प्रमुच्यन्ते स्नानात् कार्तिकमाखयोः। स्नादा वै कार्तिके लोकाः प्राप्नुवन्दीप्सिदं फलम्। इति श्री पात्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः। ॐ